नमस्कारः. अस्माकं नूतन न्यायवर्गे सर्वेषां स्वागतम्. अत्र इदानीं वयं व्यतिरेकव्याप्तिः इति प्रसङ्गे स्मः. अत्र गतकक्षायां वयं तत्र अन्वयव्याप्तिप्रसङ्गे तत्र शास्त्रीयरीत्या अन्वयव्याप्तिः नाम किम् इति दृष्टवन्तः. तदनन्तरं व्यतिरेकव्याप्तिः इत्युक्ते किं, तत्रापि तत्र किञ्चित् व्यतिरेकव्याप्तेः शास्त्रीयरीत्या चिन्तनं कथं प्रचलति इति अपि किञ्चित् अवलोकितवन्तः. तर्हि सुनील् महोदय, भवान् तत्र किञ्चित् शास्त्रीयचिन्तनं किम् आसीत् तत्र इति वदति वा? व्यतिरेक प्रसङ्गे तत्र व्यतिरेकव्याप्तिः नाम किम् इति यद्वयं दृष्टवन्तः, तस्मिन् विषये किञ्चित् वदति वा? अहं प्रयत्नं करोमि. व्यतिरेक प्रसङ्गे तत्र साध्यः नास्ति चेत् हेतुः नास्ति इति एव मूलवाक्यमस्ति. तद् स्वीकृत्य अत्र वन्यभावव्यापकीभूत अभावप्रतियोगी धूमः वन्यभावं प्रति व्यापकीभूताभावः धूमाभावः इति अपि अस्ति. इत्युक्ते यत्र यत्र वन्याभावः भवति तत्र धूमाभावः भवति. इत्युक्ते यत्र यत्र साध्याभावः भवति तत्र धूमा हेतु अभावः अपि भवति इति. अतः क्षम्यतां, अग्रे वदतु महोदय. अत्र वन्य अभावं प्रति अत्र वन्याभावः अस्ति चेत् धूमाभावः अस्ति इति, अथवा वाक्यमस्ति अत्र साध्याभाव व्यापकीभूत भाव अभाव प्रतियोगित्वम् इति अत्र प्रतियोगी धूमः अस्ति चेत् प्रतियोगित्वं धूमे अस्ति इति स्वीकृत्य तत्र वाक्यं भवति. समीचीनम्. तर्हि तद् तदाधारेण अत्र वयं पक्षे अथवा पर्वते धूमः अस्ति इति निरूपितवन्तः खलु. तत्र पूर्वम् अन्वयव्याप्तिम् उपयुज्य तस्य निरूपणम् अभवत्. तदनन्तरं व्यतिरेकव्याप्तिम् उपयुज्य अपि तदेव कृतवन्तः. तत् कथं भवति इति विद्याशङ्कर् महोदय किञ्चित् संक्षिप्तरूपेण पुनस्मरणं करोति वा? व्यतिरेकव्याप्ति स्वीकृत्य तत्र उपनयवाक्यं भवति न तथा च अयम् इत्युक्ते अस्मिन् पर्वते वह्नि अभावव्यापकीभूत अभावप्रतियोगी हेतुः हेतु अभावः नास्ति इत्युक्ते पक्षः धूमाभावः नास्ति इत्युक्ते पक्षे धूमः अस्ति पक्षः धूमवान्. तस्मात् निगमनवाक्यं प्राप्नुमः तस्मात् न तथा धूमाभाव अभावत्वात् इत्युक्ते धूमत्वात् न तथा इत्युक्ते न वह्नि अभाववान् इत्युक्ते वह्निमान् एव इति साधितुं वक्तुं शक्नुमः. तत्र अस्माकं किञ्चित् वाक्यत्रयम् इति आसीत् खलु, तत्र तेन सह तत्र वाक्यत्रयेण सह अत्र यद् अस्ति तत् कथं सङ्गच्छति इति अपि किञ्चित् चर्चां कृतवन्तः, तदपि किञ्चित् वक्तुं शक्नोति वा? पूर्वम् अत्र द्वितीयं वाक्यम् आसीत् यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः, यत्र यत्र साध्याभावः तत्र तत्र धूमाभावः हेत्वभावः इति आसीत्. तस्मात् यत्र यत्र व्याप्याभावाभावः तत्र तत्र व्यापक अभावाभावः इत्युक्ते यत्र धूमाभावाभावः तत्र वह्न्याभावाभावः, किन्तु अस्मिन् पर्वते तथा नास्ति, धूमाभावाभावः नास्ति, तस्मात् वह्न्याभावाभावः अपि नास्ति इति अवगमनं भवति. इत्युक्ते तत्र वाक्य यद् अस्माकं द्वितीय अपि च तृतीयवाक्यम् आसीत् तदुपयुज्य हा तयोः मेलनेन अत्र साधितवन्तः यत् धूमः अस्ति चेत् वह्नी अपि अस्ति इति खलु. आं भगिनि, धन्यवादः महोदय. तर्हि अग्रे सरेम. एतावत्पर्यन्तं तत्र प्रश्नः किमपि अस्ति वा तत्र इत्युक्ते इतोपि किञ्चित् चर्चा करणीया इति किमपि अस्ति वा? अस्तु, तर्हि महोदय भवान् एव पठति वा तत्र तर्हि इति आरभ्य खलु, तर्हि साध्याभावव्यापकीभूत. तर्हि साध्याभावव्यापकीभूताभावप्रतियोगिहेतुः इति व्यतिरेकव्याप्तिः. साध्याभावव्यापकीभूताभावप्रतियोगिहेतुमान् अयम् इति व्यतिरेकव्याप्तिघटितपरामर्शः. यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः, हेत्वाभावस्य प्रतियोगी च हेतुः. अनेन साध्याभावव्यापकीभूताभावप्रतियोगिहेतुः इति व्यतिरेकव्याप्तिः. व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः. साध्यव्यापहेतुमान् पक्षः इति ज्ञानम् आहत्य यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः, तस्य च हेत्वाभावस्य प्रतियोगी हेतुः, तद्वान् पक्षः. एतदाधारेण साध्यमपि पक्षे वर्तते. यतोहि हेतुः कीदृशः तदानीं साध्यं प्रति व्याप्यः एव. व्याप्यः कथं ज्ञायते इत्युक्ते अन्वयव्याप्तिः नास्ति, अन्वयव्याप्तिर्नास्ति, अपि तु व्यतिरेकव्याप्तिरस्ति. अत्र व्यतिरेकव्याप्तिः स्वीक्रियते. अनेन व्याप्यव्यापकभावः सिद्ध्यति. तर्हि आरम्भे साध्याभावव्यापकीभूताभावप्रतियोगिहेतुः इति व्यतिरेकव्याप्तिः. यथा अन्वयव्याप्तिस्थले हेत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्य सामाधिकरण्यम् इति व्याप्तिः आसीत्, तथा अत्र साध्य अभावव्यापकीभूत साध्यस्य अभावः तस्य व्यापकः कः? तस्य व्यापकः हेतु अभावः, हेतु अभाव प्रतियोगी हेतुः इति व्यतिरेकव्याप्ति. हेतु अभावस्य प्रतियोगी हेतु अभावाभावः इत्युक्ते हेतुः एव इति व्यतिरेकव्याप्तिः तत्र शास्त्रीयवाक्यं. तत्र परामर्शज्ञानं किम् इत्युक्ते साध्य अभावव्यापकीभूत अभावप्रतियोगिहेतुमान् अयं पक्षः इत्युक्ते पक्षे धूमं दृष्ट्वा तादृशप्रतियोगिहेतुमान् अयं पक्षः इति व्यतिरेकव्याप्तिघटित इति व्यतिरेकव्याप्तिविषये परामर्शः. पूर्वं परामर्शः किम् आसीत्? साध्याव्यापकभूत हेतुमान् पक्षः इति अन्वयव्याप्तिस्थले आसीत्. अत्र परामर्शः भिन्नः अस्ति. अयं पर्वतः साध्य अभावव्यापकीभूत अभावप्रतियोगी हेतुमान् मान् तत्र तत्र हेत्वाभावः इति किं ज्ञानमस्ति व्यतिरेकव्याप्तिस्थले. हेतु अभावस्य प्रतियोगी हेतुः एव. अनेन अत्र भवान् उक्तवान् खलु तत्र परामर्शः किञ्चित् भिन्नः आसीत् अन्वयव्याप्तिप्रसङ्गे इति. तत् सम्यक् एव उक्तवान्. तत्र किञ्चित् इतोपि विवरणं ददाति वा तत्र किमर्थं तथा आसीत् तत्र? इत्युक्ते परामर्शज्ञानम् इत्युक्ते किं, किमर्थं तत्र तत्र अन्वयव्याप्ति अपि च व्यतिरेकव्याप्ति तत्र तत्र द्वाभ्यां प्रसङ्गाभ्यां तत्र किमर्थं तत्र भेदः वर्तते इति. अन्वयव्याप्तिस्थले पञ्चवाक्यम् आसीत्, पर्वते धूमः अस्ति इति प्रत्यक्षज्ञानं. तत्र सामानसिद्धान्तज्ञानं यत् किम् अस्ति, यत्र यत्र हेतुः, यत्र यत्र धूमः, तत्र तत्र साध्यं, यथा महान् आसम् इति ज्ञानम् अस्ति. तस्मात् ज्ञानम् उपयुज्य तादृशव्याप्यहेतुमान् पक्षः, तादृशधूमः पक्षे अस्ति, कीदृशधूमः साध्यव्याप्यधूमः पक्षे अस्ति इति परामर्शः. पूर्ववाक्यं वाक्यद्वयम् उपयुज्य ओ अनुमतिज्ञानं भवति, साध्यवान् पक्षः पक्षे वह्निः अस्ति. किमर्थं साध्यव्याप्यहेतुमान् पक्षः, धूमः अस्ति, तयोः सम्बन्धः अन्वयव्याप्तिसम्बन्धः अस्ति, तस्मात् अनुमितिज्ञानं पक्षः वह्निमा इति. तथा भगिनि? हा सत्यं. तत्र हा तत्र तत्र अनुमानप्रसङ्गे तत्र वस्तुतः वाक्यचतुष्टयमासीत् खलु, न तु पञ्चवाक्यानि. तदनन्तरं तत्र परामर्शज्ञानस्य अनन्तरम् अनुमितिज्ञानं भवति, तत्र पक्षे वह्निः अस्ति इति. अपि च अत्र परामर्शः इत्यपि एकप्रकारकं ज्ञानमेव खलु. कीदृशं ज्ञानम् इति अस्ति चेत् तदपि प्रत्यक्षज्ञानमेव, यतोहि तत्र वेदार्थज्ञाने तत्र प्रत्यक्षम् अनुमानम् उपमानं शाब्दप्रयोगः इति तत्र प्रकारकाः अस्ति. तर्हि अत्र परामर्शः इति तु प्रत्यक्षज्ञाने एव भवति. तत्र व्यतिरेकव्याप्तिः अपि च अन्वयव्याप्तिः, तयोः मध्ये तत्र परामर्शज्ञाने भेदः किमर्थं वर्तते इति इति चिन्तयामः चेत् तत्र व्याप्तिः इति भिन्ना भवति खलु. तत्र अन्वय यथा भवान् एव पूर्वम् उक्तवान्, अन्वयव्याप्तिप्रसङ्गस्थले तत्र व्याप्तिः इत्युक्ते किम् इत्युक्ते तत्र साध्यसमानाधिकरण इति तत्सर्वं यद्वयं पूर्वं दृष्टवन्तः, तत्र समानाधिकरण्यम् इति तत्र व्याप्तेः लक्षणं. परन्तु अत्र तु व्यतिरेकव्याप्तिस्थले तु तत्र प्रतियोगी रूप व्याप्तिज्ञानं भवति खलु, व्याप्तिज्ञानं. तर्हि परामर्शः इति ज्ञानं तु तत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानमेव परामर्शः. तर्हि व्याप्तिः तत्र अन्वयव्याप्तिप्रसङ्गे अपि च व्यतिरेकव्याप्तिप्रसङ्गे तत्र व्याप्तिज्ञानं भिन्नम् इति कृत्वा तत्र परामर्शस्य अपि तत्र परामर्शे अपि भेदः वर्तते. तावदेव महोदय. अग्रे अन्यत् भवान् तु सर्वं सम्यक् एव उक्तवान्. अग्रे कुत्र स्मरति व्यतिरेकव्याप्तिः इति वाक्यम् आसीत्, व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः. भवती उक्तवती परामर्शः अस्मिन् स्थले व्याप्तिविशिष्टपक्षधर्मता, व्याप्ति तत्र अत्र प्रतियोगित्वं, तादृशविशिष्टपक्षधर्मता ज्ञानम् इति परामर्शः. साध्यव्याप्यहेतुमान् पक्षः इति ज्ञानम्, साध्यव्याप्यहेतुमान् वह्निव्याप्यहेतुमान् पक्षः, वह्निना व्याप्य धूमवान् पक्षः इति ज्ञानम्. आहत्य यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः. तृतीयवाक्यम् अस्मिन् परिच्छेदे अपि तदेव आसीत्, तत्र तत्र हेत्वाभावः, तस्य च हेतु अभावस्य प्रतियोगी हेतुः, हेतुमान् तद्वान् पक्षः, एतद् आधारेण साध्यमपि पक्षे वर्तते इति ज्ञातुं शक्नुमः. पक्षे हेतुः अस्ति चेत् साध्यः अपि भवेत्, साध्यमपि भवेत्. यतोहि हेतुः कीदृशं कीदृशः तदानीं साध्यं प्रति व्याप्यः एव. यथा द्वयोपि स्थले सत्यमेकमेव, यत्र यत्र वह्निः तत्र तत्र धूम, यत्र यत्र धूमः तत्र वह्निः, तत् सत्यमेकमेव. तत्र भिन्नरीत्या तत्र द्रष्टुं शक्नुमः, अत्र साध्यं प्रति व्याप्यः एव, साध्यं वह्निं प्रति हेतुव्याप्यः एव. व्याप्यः कथं ज्ञायते इत्युक्ते अन्वयव्याप्तिः नास्ति, अत्र व्यतिरेकव्याप्तिः अस्ति. अत्र व्यतिरेकव्याप्तिः स्वीक्रियते, अनेन व्याप्यव्यापकभावः सिद्ध्यति. पूर्वम् अन्वयव्याप्तिस्थले एकदृशः व्याप्यव्यापकभावः अस्ति, अत्र भिन्नरीत्या व्याप्यव्यापकभावः अस्ति. इत्युक्ते यत्र व्याप्याभावः यत्र व्यापकभावः तत्र व्याप्याभावः, यत्र वह्नि अभावः तत्र धूमाभावः अपि. इत्युक्ते तत्र व्यतिरेकव्याप्ति मार्गे गच्छामः चेदपि, अपि च अन्वयव्याप्तिमार्गे गच्छामः चेदपि, द्वयोः स्थलयोः अन्ततो गत्वा व्याप्तिज्ञानं, यद्यपि व्याप्तिज्ञाने तत्र भेदः वर्तते, अन्ततो गत्वा तत्र तत्र हेतुः भवति व्याप्यः साध्यं प्रति. इत्युक्ते हेतुः व्याप्यः इत्युक्ते तत्र साध्यम् इति व्यापकः भवति, तेन आधारेण तत्रापि पुनः व्याप्यव्यापकभावः सिद्ध्यति, तेन आधारेण तत्र पुनः अनुमितिज्ञानमपि भवति इति एव अन्ततो गत्वा आगच्छति इत्येव अस्माकं तत्र मुख्यबिन्दुः अस्ति. अस्तु, तर्हि अग्रे पठेम. तर्हि सुनील महोदय, भवान् अग्रे पठति वा? अधुना हेतुः पक्षभिन्नस्थले यत्र न भवति तत्र व्यतिरेकव्याप्त्याः चिन्तनं परिशीलयामः. वह्निः उष्णः वन्यत्वात् इत्यस्मिन् यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते, तदर्थम् अन्वयव्याप्तिदृष्टान्तः न सम्भवति. अतः व्यतिरेकव्याप्तिदृष्टान्तः एव सम्भवति. चिन्तनक्रमः एवं: यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वन्यत्वमपि नास्ति, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुरपि नास्ति इति. नाम यः साध्याभाववान् यः हेत्वभाववान् यदा तदा अग्रे यः हेत्वभाववान् न भवति सः साध्याभाववान् न भवति. यः हेत्वभाववान् भावाभाववान् सः साध्याभावाभाववान्. प्रकृते यः वन्यत्वाभाववान् न भवति, नाम वन्यत्वाभावाभाववान् भवति सः साध्याभावाभाववान्, नाम उष्णत्वाभाववान् न भवति. उष्णत्वाभावाभाववान् भवति. आहत्य यः वन्यत्वाभावाभाववान् सः उष्णत्वाभावाभाववान्. तस्माच्च वह्निः उष्णः वन्यत्वात्. अत्र इदानीम् अन्य उदाहरणं वयं दृष्टवन्तः. व्यतिरेकव्याप्तिस्थले वह्निः उष्णः वन्यत्वात् इति पूर्वं दृष्टवन्तः. अतः अत्र हेतुः पक्षे न पक्षभिन्नस्थले न भवति तत्र व्यतिरेकव्याप्त्याः चिन्तनम् आसीत् इति अपि तदेव पुनः पश्यामः. महोदय, अत्र हेतुः पक्षभिन्नस्थले न भवति इत्युक्ते इतोपि किञ्चित् तत्र विवरणं ददाति वा? पूर्वस्मिन् उदाहरणे आसीत् अत्र उष्णः जले नास्ति इति कारणेन उष्णः अन्यत्र अस्ति इति वयं वक्तुं न शक्नुमः इति आसीत् तत्र पक्षभिन्नस्थले हेतुः नास्ति इति. तदेव किल भगिनि? वस्तुतः तथा नास्ति खलु. इत्युक्ते तत्र वयं तथा चिन्तयित्वा वयम् उक्तवन्तः अन्वयव्याप्तिप्रसङ्ग अन्वयव्याप्तिम् उपयुज्य अत्र साधयितुं न शक्नुमः, यतोहि तत्र वायौ अपि तथा तथा भवतु इति आपतितं खलु तत्र तस्मिन् प्रसङ्गे यदा वयं तथा चिन्तितवन्तः. अत्र वस्तुतः पक्षभिन्नस्थले हेतुः न वर्तते इत्युक्ते यदा अस्माकं यथा अस्माकं पूर्वस्मिन् उदाहरणमासीत् तत्र पर्वतः वन्निमान् धूमात् इत्यत्र अत्र यथा पाकशालायाम् इति दृष्टान्तः स्वीकृतः खलु तत्र हेतुः किम् आसीत् हेतुः आसीत् धूमः सत्यं पक्षः आसीत् पर्वतः पाकशाला इति पक्षभिन्नस्थलं खलु तर्हि हेतुः धूमः पक्षभिन्नस्थले अस्ति इत्युक्ते पर्वतं विहाय अन्यत्रापि धूमः वयं पूर्वं दृष्टवन्तः इति कृत्वा तेन आधारेण तत्र पूर्वम् अस्माभिः तत्र पाकशालायां वा अथवा अन्यत्र कुत्रापि वा धूमः दृष्टः तत्र यदा धूमः आसीत् अत्र तस्मिन् समये वह्निः अपि आसीत् इति कृत्वा तस्य उदाहरणेन यत्र यत्र धूमः तत्र तत्र वह्निः यथा पाकशाला इति उदाहरणेन तत् स्वीकृत्य वयम् उक्तवन्तः तत्र इदानीं पक्षे धूमः अस्ति इति कृत्वा वह्निः अपि अस्ति इति. परन्तु अत्र किम् उक्त अत्र किम् आसीत् अत्र तु पक्षभिन्नस्थले न वर्तते इत्युक्ते इदानीम् अस्माकम् उदाहरणम् वाक्यमासीत् वह्निः उष्णः वह्नित्वात् इति. तत्र पक्षः कः साध्यं किम् अपि च हेतुः कः पक्षः वह्निः साध्यम् उष्णः वन्नित्वात् इति हेतुः वन्नित्वम् इति हेतुः खलु तर्हि वन्नित्वम् इति हेतुः पक्षभिन्नस्थले इत्युक्ते वह्निभिन्नस्थले लभते वा वन्नित्वम् इति हेतुः पक्षभिन्नस्थले वह्निभिन्नस्थले लभते एव लभते वा कुत्र लभते वन्यत्वं हेतुत्वं नास्ति वन्यत्वं न लभते वन्यत्वं वन्यो एव भवति हा वन्यत्वम् इति वन्नेः तत्र धर्मः खलु तस्मिन् तत्र वन्नौ विद्यमानः कश्चन धर्मः एव वन्नित्वम् इति. तर्हि पक्षभिन्नस्थले हेतुः न लभते इदानीम् इत्युक्ते तत्र यत्र तादृश आकारः अस्ति यत् पक्षभिन्नस्थले हेतुः नास्ति अत्र एतद् वयं साधितवन्तः अत्र अन्वयव्याप्तिम् उपयुज्य वयं तत्र साधयितुं न शक्नुमः इति अत्र किञ्चित् भिन्न उपायः भिन्नमार्गः आवश्यकः इति वयं पूर्वं दृष्टवन्तः परन्तु स च उपायः अथवा मार्गः कः इति न दृष्टवन्तः. इदानीं तस्य एव प्रसङ्गः इत्युक्ते इदानीं तत्र यत्र तादृशमस्ति हेतुः पक्षभिन्नस्थले न वर्तते तत्र व्यतिरेकव्याप्ति स्वीकुर्मः चेत् तत्र व्यतिरेकव्याप्तिम् उपयुज्य कथं भवति तत्र किञ्चित् चिन्तनं कुर्मः तेन आधारेण अस्माकं यत् साधनीयम् अस्माभिः यत् साधनीयम् आसीत् तत् साधयितुं शक्नुमः वा न वा इति किञ्चित् चिन्तनं कुर्मः इति एव इदानीम् इत्युक्ते अस्माकं प्रसिद्धः उदाहरणं यदा आसीत् तत्र पर्वतः वह्निमान् धूमात् इति तत्तु वयम् उक्तवन्तः अन्वयव्याप्तिम् उपयुज्य अपि तद् वक्तुं शक्नुमः अपि च व्यतिरेकव्याप्तिम् उपयुज्य अपि तत् साधयितुं शक्नुमः इति वयं दृष्टवन्तः. इदानीं यद्वयम् अन्वयव्याप्तिम् उपयुज्य न साधयितुं न शक्तवन्तः पूर्वं तस्य साधनम् इदानीं कर्तुं शक्नुमः वा इति चिन्तनम् इदानीं प्रवर्तमानमस्ति. पुनः एकैकवाक्यं पठामि वा अथवा इदानीं मया अवगतं वह्निः उष्णः वन्यत्वात् इत्यस्मिन् यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते तदर्थम् अन्यव्याप्तिदृष्टान्तः न सम्भवति. तदेव इदानीं भवती उक्तवती. अतः वन्यत्वमिति वन्नौ एव अस्ति, अतः तत्र पक्षभिन्नस्थले न लभ्यते, अतः अत्र अन्वयव्याप्तिदृष्टान्तः नास्ति. अतः व्यतिरेकव्याप्तिदृष्टान्तः एव सम्भवति. चिन्तनक्रमः एवं, यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वन्यत्वमपि नास्ति. अत्र वह्निः उष्णः वन्यत्वात् इति स्वीकृत्य अत्र यत्र यत्र उष्णत्वं नास्ति उष्णः इति साध्यमस्ति, अतः यत्र यत्र साध्यं नास्ति तत्र तत्र वन्यत्वं नास्ति. वन्यत्वम् इति हेतुः इत्युक्ते एतत्तु अस्माकं तत्र वाक्यत्रयेषु तत्र द्वितीयवाक्यं खलु. पुनः यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति नाम यः साध्याभाववान् सः हेत्वाभाववान् इति इत्युक्ते पूर्वस्मिन् वाक्यस्य अन्यरीत्या वदामः यः साध्याभाववान् सः हेत्वाभाववान् इति. तदा अग्रे यः हेत्वाभाववान् न भवति सः साध्याभाववान् न भवति. अग्रे हेत्व अभाववान् न भवति इत्युक्ते यः हेतुमान् इति यस्य हेतुः अस्ति. हा, परन्तु तत् कथम् आगतम् इति इतोपि किञ्चित् विवरणं ददाति वा? एतत्तु वयं पूर्वं दृष्टवन्तः एव, किञ्चित् पुनस्मारणत्वेन एव भवान् इतोपि एकवारं वदति चेत् सर्वेषां लाभाय इति चिन्तयामि. तद् वयम् अत्र अभावः इति स्वीकृत्य अथवा घटः अस्ति इति वयं जानीमः. घटाभावः अस्ति, अनन्तरं घटाभावस्य प्रतियोगी अस्ति घटः. अतः पुनः घटाभाववान् न इति वदामः चेत् घटः अस्ति इति एव अर्थः. अतः पूर्वस्मिन् वाक्यस्य रीत्या अत्र हेत्वाभाववान् न भवति सः साध्याभाववान् न भवति इति. हा, तत्र इतोपि किञ्चित् वक्तव्यं खलु महोदय? यतोहि तत्र तत्र पूर्वं यथा वयं तत्र धूमस्य प्रसङ्गे उक्तवन्तः, तत्र प्रथमं द्वितीयं वाक्यम् आसीत्, द्वितीयवाक्यस्य आधारेण तृतीयवाक्यम् इति कृत्वा तत्र वयम् उक्तवन्तः तत्र साध्याभाववान् न साध्याभाववान् अस्ति चेत् हेत्वभाववान् तेन तत्र हेत्वभाव तेन हेत्वाभावाभाववान् भवति साध्याभावाभाववान् इति स्मरति वा? तृतीयबिन्दुः अस्ति, तृतीयबिन्दुः अस्ति व्याप्याभावाभावेन व्यापकाभावाभावः सिद्ध्यति इति. तदेव किल अत्र, अत्र यत्र यत्र धूमाभावाभावः अस्ति तत्र तत्र वन्यभावाभावः अस्ति इति. हा, सत्यं. तद् स्वीकृत्य पुनः अत्र यत्र हेतुः हेत्वाभाववान् न भवति इत्युक्ते हेतुः अस्ति इति. अत्र साध्याभाववान् न भवति इति इत्युक्ते साध्यः साध्यमत्र यः हेत्वभावाभाववान् सः साध्याभावाभाववान् तस्य अन्यरीत्या न इति निष्कास्य पुनः यः हेत्वा भवान् भावा भाववान् सः साध्या भावा भाववान् इति प्रकृते यः वन्यत्वाभाववान् न भवति नाम वन्यत्वाभावाभाववान् भवति सः साध्या भावा भाववान् नाम उष्णत्वाभावाभाववान् न भवति उष्णत्वाभावाभाववान् भवति पुनः तदेव परन्तु अत्र साध्यस्य स्थाने साध्यस्य हेतुस्थाने वन्यत्वं साधित्वं हेतुत्वमपि उपयोगं कृतवन्तः अतः वन्यत्वाभाववान् न भवति सः वन्यत्वाभाववान् वन्यत्वाभावाभाववान् भवति अतः साध्याभावाभाववान् पुनः उष्णत्वाभावाभाववान् उष्णत्वाभाववान् न भवति सः उष्णत्वाभावाभाववान् भवति अतः आहत्य यः वन्यत्वाभावाभाववान् सः उष्णत्वाभावाभाववान् तस्मात् स वन्यः उष्णः वन्यत्वात् इति सङ्गच्छति हा तद् अवगतवान् वा भवान् तत्र कथं तत्र अन्तिमं तत्र कथं तत्र सङ्गच्छति इति इत्युक्ते आहत्य वन्यत्वाभावाभाववान् सः उष्णत्वाभावाभाववान् इत्युक्ते कथं तत्सर्वं तत्र वह्निः पक्षः उष्णः साध्यं वन्यत्वमिति हेतुः अतः तत्र वन्यत्वाभाववान् न भवति इत्युक्ते हेतुत्वाभाववान् न भवति इत्युक्ते हेतुः अस्ति इति एव अतः तत्र वन्यत्वाभाववान् न भवति इत्युक्ते वन्यत्वाभावाभाववान् भवति इति इत्युक्ते सः साध्याभावाभाववान् एव अन्यरीत्या उष्णत्वाभाववान् न भवति इति कः उष्णत्वाभाववान् न भवति यः साध्याभावा साध्याभावाभाववान् साध्याभावाभाववान् एव उष्णत्वाभावाभाववान् खलु यतोहि साध्यम् इति उष्णः एव आम् आम् इत्युक्ते तत्र पक्षः खलु वस्तुतः तत्र साध्याभावाभाववान् इत्युक्ते पक्षः तत्र पक्षः वन्यत्वाभावाभाववान् इत्युक्ते तत्र वन्यत्वम् अस्ति चेत् तस्मिन् उष्णत्वाभावाभाववान् उष्णत्वमपि अस्ति इति इत्युक्ते हेतुः अस्ति चेत् साध्यः साध्यमपि अस्ति इति आगच्छति खलु हेतुः वन्यत्वम् अस्ति चेत् उष्णः अपि आगच्छति साध्यम् आगच्छति वन्यत्वं वर्णम् अस्ति इति कारणेन तत्र यः वन्यत्वाभावाभाववान् सः उष्णत्वाभावाभाववान् इति भवति सत्यं तर्हि एवं कुर्मः तत्र अग्रे तत्र पञ्चवयवाः इति लिखितमस्ति तत् किञ्चित् पठेम पठित्वा तत्र अवगमनं कथं भवति इति किञ्चित् पुनः चिन्तनं कुर्मः तर्हि शुकवनमहोदय भवान् पठितुं शक्नोति वा न भगिनि अस्तु शृणोमि एव केवलम् अस्तु महोदय चिन्ता नास्ति तर्हि अस्तु पुष्पा भगिनी भवती एव आरम्भं करोतु पञ्चवयवाः इति तत्र क्रमेण गच्छेम अस्तु भगिनि पञ्चवयव्यतिरेकव्याप्तौ वह्निः उष्णः वह्नित्वात् प्रथमवाक्य अवयवः प्रतिज्ञावाक्यं वह्निः उष्णत्ववान् इत्युक्ते किञ्चित् क्रमेण गच्छेम तत्र प्रथमं वाक्यं हा वह्निः उष्णः अस्ति इति न आरम्भतः वदतु भगिनि किञ्चित् इदानीं व्यतिरेकव्याप्ति भगिनि एकक्षणं क्षम्यतां तत्र आरम्भतः तत्र अस्माकं वाक्यं यदस्ति तत्र किञ्चित् परिशीलयतु तत्र व्यतिरेकव्याप्तौ इति तत्र वह्निः उष्णः इति अस्ति खलु तत् किञ्चित् परिशीलयित्वा तदनन्तरं प्रतिज्ञावाक्यम् इत्युक्ते किं तत् किम् अस्ति इति अपि किञ्चित् वदतु व्यतिरेकव्याप्तौ वह्निः उष्णः वह्नित्वात् तत्तु वह्निः उष्णः वह्नित्वात् वह्नित्वात् उष्णः उष्णः साध्यं तत्तु व्यतिरेकव्याप्तौ तत्तु सप्तमी भक्ति अस्ति व्यतिरेकव्याप्तौ तत्तु व्यतिरेकव्याप्तौ इत्युक्ते किम् अत्र व्यतिरेकव्याप्तौ इत्युक्ते व्याप्तिः व्यतिरेकव्याप्तिः अस्ति हा सम्यक् इत्युक्ते इदानीं व्यतिरेकव्याप्ति उक्तवन्तः खलु पूर्वं यदा सुनील् महोदयेन पठितं तत्र उक्तवन्तः व्यतिरेकव्याप्तिम् उपयुज्य वयं तत्र एतत् एतस्य परिशीलनं कुर्मः इति तर्हि व्यतिरेकव्याप्तौ इत्युक्ते इदानीं व्यतिरेकव्याप्तिप्रसङ्गे इति व्यतिरेकव्याप्तिप्रसङ्गे तत्र किम् अस्ति तत्र वह्निः उष्णः वह्नित्वात् इति अस्माकं अकारः अस्ति तस्य परिशीलनं भवति इदानीं तर्हि व्यतिरेकव्याप्तिप्रसङ्गे तत्र पूर्वं वयं दृष्टवन्तः पञ्चावयवाः इति सर्वं तत्र प्रथम अवयवाः प्रथम अवयवः कः प्रति प्रथमवाक्यः पर्वतो वह्निमान् इति न पर्वतो वह्निमान् इति हा सत्यं पर्वतो वह्निमान् इति तत्तु तत्र हा प्रतिज्ञावाक्यमासीत् परन्तु तद् भिन्न उदाहरणं खलु इदानीं वयं किञ्चित् भिन्नप्रसङ्गे स्मः इत्युक्ते यत्र पक्षे दु वह्निः अस्ति इति साधयितुम् इच्छामः तत्र आकारः कः आसीत् अत्र पर्वतः वह्निमान् धूमान् इति प्रसङ्गः आसीत् तत्र प्रतिज्ञावाक्यमासीत् पर्वतः धूमवान् क्षम्यतां वह्निमान् इति अत्र प्रसङ्गः कः वह्निः उष्णः वह्नित्वात् तर्हि अत्र प्रतिज्ञावाक्यं किं भवति तत्र धर्मः उष्णत्वः अस्ति वह्नि वह्नौ उष्णत्वम् अस्ति तथैव वह्निः उष्णत्ववान् इति सत्यं बहु समीचीनं भगिनि तदेव इत्युक्ते तत्र वह्निः उष्णः वह्निः उष्णः इत्युक्ते किं वह्नौ उष्णत्वम् अस्ति इत्युक्ते वह्निः उष्णत्ववान् इति तत्र मतुप्रत्ययः खलु तर्हि वह्निः उष्णत्ववान् इति वयं तत्र प्रतिज्ञावाक्यम् इत्युक्ते कश्चन दृष्ट्वा वदति तत्र वह्निः उष्णत्ववान् इति तत्र तत्र स्वार्थानुमानं परार्थानुमानम् इति अपि वयं दृष्टवन्तः तर्हि तत्र प्रतिज्ञावाक्यं प्रथमं भवति, कश्चन वदति तत्र वह्निः उष्णत्ववान् इति प्रतिज्ञावाक्यं. सम्यक्. इदानीं द्वितीयवाक्यं. द्वितीयवाक्यं हेतुवाक्यं. हेतुवाक्यं वह्नित्ववत्वात् वह्नित्ववत्वात् तत्तु हेतुवाक्यं. हा, पूर्वस्मिन् उदाहरणे किम् आसीत् हेतुवाक्यम्? एतस्मिन् प्रसङ्गे वह्निः उष्णः वह्नित्वात्. न, पूर्वस्मिन् प्रसङ्गे तत्र यत्र पर्वतः वह्निमान् इति आसीत् तत्र हेतुवाक्यं किम् आसीत्? पर्वतः वह्निमान् अत्र हेतुमान् न, अत्र हेतुवाक्यं किम् आसीत् इति मम प्रश्नः. अहं तु पश्यामि भगिनि, विस्मरामि. हा, दृष्ट्वा वदतु भगिनि. वह्निमान् अत्र तत्र पर्वतः वह्निमान् धूमात् इति आसीत् खलु, तत्र हेतुवाक्यम् आसीत् धूमवत्वात् इति. धूमवत्वात् यतोहि धूम पर्वतः धूमवान् इति कृत्वा धूमः पर्वते अस्ति इति कृत्वा धूमवत्वात् तत्र इति हेतुवाक्यम् आसीत्. अत्र अत्र हेतुवाक्यं किम्? अत्र हेतुवाक्यं वह्नित्वं वत्वात्. वह्नित्ववत्वात् इत्युक्ते वह्नौ वह्नित्वम् अस्ति इति कृत्वा वह्निः अस्ति वह्नित्ववान् तर्हि वह्नित्ववत्वात् इति इति हेतुवाक्यम्. वह्नित्ववत्वात् अस्तु. अस्तु, उदाहरणवाक्यं यः यो य उष्णत्वाभवान् स सर्वोऽपि वह्नित्वाभवान् यथा जलम्. हा, अत्र अभाववान् उष्णत्वाभाववान् सर्वेपि वह्नित्वाभाववान् तत्तु उष्णत्वम् अभावः अस्ति चेत् तत्तु उष्णत्वाभाववान् अस्ति, तत्र उष्णत्वाभाववान् तु वह्नित्वाभाववान् अस्ति. तत्तु यथा उदाहरणार्थं जलम् अस्ति. जलम् इत्युक्ते जले उष्णत्वं नास्ति इति कृत्वा वह्नित्वमपि नास्ति खलु इति वयम् इति अस्माकम् उदाहरणमस्ति. इत्युक्ते तद्वयम् अस्माकं तत्र परिचितम् उदाहरणमस्ति. इत्युक्ते जले वयं पश्यामः, जले तु उष्णत्वमपि नास्ति वह्नित्वमपि नास्ति इति. एकक्षणम् एकक्षणं भगिनि एकक्षणम् इति कृत्वा अत्र उष्णत्व अभावः इति तत्र व्यापकव्याप्य किञ्चित् परिचयः करोतु भगिनि. तत्र कः व्याप्यः, कः व्यापकः अस्मिन् वाक्ये? यो यः उष्णत्वभाववान् स सर्वोऽपि वह्नित्वभाववान् यथा जलम् इत्यत्र व्याप्यव्यापकभावः कथं भवति? वह्निः व्याप्या उष्णः व्यापकः. वह्निः व्याप्यः उष्णः व्यापकः इति सत्यं, परन्तु उष्णत्व अभावः इति भवति चेत् तत्र किं भवति? उष्णत्वाभावः अत्र व्याप्तिः तु वह्नित्वाभावः. वह्नित्वाभावः कः इति कः? व्यापकः. वह्नित्वाभावः व्याप्तिः. न व्याप्तिः न व्याप्तिः इति एकप्रकारकं ज्ञानं खलु. तत्र व्याप्यः अपि च व्यापकः यद् भवती उक्तवती तत् सत्यमेव. पुनः वदतु तत् प्रथमं यद् उक्तवती वह्नि अभावः इति व्याप्यः वा अथवा व्यापकः वा? व्याप्यः न वह्निभावः व्याप्यः न व्याप्यः उष्णत्वाभावः व्यापकः. सुनील् महोदय, भवतः चिन्तनं किम् अत्र? तदेव भगिनि, अत्र उष्णत्वम् इति व्यापकः, वन्यत्वम् इति व्याप्यः. अभावविषये वन्यत्वाभावः व्याप्यः भवति. न एकक्षणं, भवान् तत्त्वं किम् उक्तवान्? उष्णत्वम् इति व्यापकः, वन्यत्वम् इति व्याप्यः इति उक्तवान् खलु. इत्युक्ते भवतः आशयः अस्ति यत् तत्र कथनस्य आशयः अस्ति यत् वन्यत्वम् इति न्यूनदेशवृत्तिः, उष्णत्वम् इति अधिकदेशवृत्तिः इति. सत्यम्? आम्. अस्तु अग्रे वदतु. अभावविषये विपरीतं भवति. उष्णत्वाभावः व्याप्यः भवति, वन्यत्वाभावः व्यापकः भवति. हा सत्यं. पुष्पा भगिनी अवगच्छति वा? इत्युक्ते अभावः इति यदा आगच्छति तदा वैपरीतं जातं खलु. यतोहि तत्र पूर्वं तत्र चित्ररूपेण अपि वयं दृष्टवन्तः वह्निः, धूमः, पर्वतः इति प्रसङ्गे. तत्र यथा उष्णत्वम् इति अधिकदेश इत्युक्ते उष्णत्वम् इति वह्निम् अतिरिच्य अन्येषु स्थलेषु अपि उष्णत्वम् आसीत् खलु, यथा सूर्यकिरणैः इति तत्सर्वं वयं दृष्टवन्तः. तर्हि यदा अभावः इति भवति तदा यद् अधिकदेशवृत्तिः आसीत् तस्य अभावः न्यूनदेशवृत्तिः खलु. तद्वत् यस्य न्यूनदेशवृत्तित्वम् आसीत् तस्य अभावः अधिकदेशवृत्तिः इति भवति. अवगच्छति वा? अवगच्छति वा भगिनि? अस्तु भगिनि. अस्तु, धन्यवादः. तर्हि इदानीम् उदाहरणवाक्यमपि वयं परिशीलितवन्तः. तर्हि अग्रे विद्याशङ्करमहोदय, भवान् किञ्चित् अग्रे चतुर्थपञ्चमवाक्यस्य परिशीलनं करोति वा? आं भगिनि, चतुर्थमवाक्यम् अस्ति उपनयवाक्यं. न तथा च अयं पक्षः वह्निः तथा न हेत्वा भाववान् न भवति, वह्नित्वा भाववान् न. उदाहरणवाक्ये यथा जलम् आसीत् वह्निः तथा नास्ति. यथा जलं वह्नित्वा वह्नित्वा भाववान् अस्ति तथा वह्निः वह्नित्वा भाववान् न. उपनयवाक्यम् अस्ति यथा पूर्वं व्यतिरेकव्याप्ति धूमवह्निविषये दृष्टवन्तः तथा अत्र उपनयवाक्यं न तथा च अयम् उपरि आसीत् अयं पक्षः पर्वतः धूमा भाववान् न इति आसीत्. अत्र अयं पक्षः वह्निः तथा न कथं न हेतु अभाव भाववान् न यथा पूर्वं धूमाभाववान् नासीत् अत्र हेत्वा भाववान् नास्ति. इत्युक्ते अत्र हेतुः वह्नित्वं, वह्नित्वा भाववान् न. तस्मात् यथा जले वह्नित्वं वह्नित्वं नास्ति तस्मात् तथा वह्निः अपि न, वह्निः अपि जले नास्ति। यथा जलम् वह्नित्वा भाववान् अस्ति तदा वह्निः वह्नित्वा भाववान् न। यथा जलं जले वह्नित्वं नास्ति तथा वह्निः तथा नास्ति। वह्नौ वह्नौ वह्नित्वम् अस्ति, वह्नित्वमिति वह्नेः धर्मः। तस्मात् निगमनवाक्यं तस्मात् न तथा, वह्नित्वभाववात् उष्णत्वाभाववान् न, हेतु अभावभाववात् वह्नित्वाभावभाववात् वह्नित्वात् उष्णत्वाभाववान् न, उष्णत्वमपि अस्ति। उष्णत्वाभाववान् न इत्युक्तौ उष्णत्व अभाव भाववान् इत्युक्ते उष्णत्ववान् एव इति सिद्ध्यति। हा, बहु समीचीनं महोदय। तत्र पुष्पा भगिनी भवती अवगतवती वा? अस्तु भगिनि। हा, तर्हि भवती एकवारं यत् विद्याशङ्कर् महोदयेन उक्तं तद् भवती पुनः वदति वा, तत्र चतुर्थपञ्चमवाक्ययोः तत्र विषयः कः इति? उपनयवाक्यं तु अयं पक्षः वह्निः तथा न, अयं पक्षः वह्निः तथा न, हेत्वभाववान् न भवति। न न, एकक्षणं भगिनि, अयं पक्षः वह्निः तथा न इत्युक्ते किं? तत्र कथं नास्ति अयं पक्षः वह्निः, कथं नास्ति, कीदृशं नास्ति? पक्षे वह्निः अभावः अस्ति तथैव नास्ति पक्षे। न न न, किञ्चित् सम्यक्तया वदतु भगिनि। तत्र पक्षे वह्नि, पक्षे वह्नित्वं नास्ति इति अस्ति तथैव। न न न, पक्षे वह्नित्वं नास्ति इति किञ्चित् सम्यक् नास्ति खलु, किञ्चित् पुनः तत् वदतु। कुत्र वह्नित्वं नास्ति प्रथमं? कुत्र वह्नित्वं नास्ति? अभावः अस्ति चेत्। हा, कुत्र अस्ति वह्नित्वभावः इति? वयम् इदानीं यत् कुत्र इति दृष्टवन्तः। जले जले, हा, तर्हि जले उष्णत्वस्य अभावः अपि अस्ति। यत्र यत्र उष्णत्वस्य अभावः अस्ति तत्र वह्नित्वस्य अपि अभावः अस्ति, यथा जले इति, जले तथा अस्ति। परन्तु अयं पक्षः, इदानीं पक्षः कः? न न, पक्षः कः? न, व्यतिरेकव्याप्तिः तु अस्ति एव, परन्तु अस्माकं पक्षः कः? पक्षः वह्निः सत्यं, न वह्निः सत्यं, वह्निः एव पक्षः। तर्हि अयं पक्षः वह्निः तथा न इत्युक्ते किं? कीदृशं नास्ति अयं पक्षः वह्निः? न भवति। हा, इत्युक्ते वह्नित्व अभाववान् नास्ति इति भवति खलु, इत्युक्ते वह्नौ वह्नित्वम् अस्ति इति कृत्वा अयं पक्षः वह्निः वह्नित्व अभाववान् नास्ति इति उपनयवाक्यम्। यथा जलम् आसीत् यत्र वह्नित्वं नासीत् तथा अस्माकं पक्षः नास्ति, अस्माकं पक्षः वह्निः वह्नित्ववान् नास्ति, वह्नित्वभाववान् नास्ति इति उपनयवाक्यम्। तेन कथम् इदानीं तत्र निगमनवाक्यं कथं भवति तेन आधारेण? एकक्षणं, तस्मात् न तथा इत्युक्ते किं? तत्र यद् लिखितमस्ति तद् मास्तु भगिनि, भवत्याः अवगमनं यदस्ति तद्वदतु। तस्मात् न तथा इत्युक्ते किं? तस्मात् इत्युक्ते कस्मात् वह्निः वह्नित्वाभाववान् न हा इत्यस्मात् सत्यम् इत्यस्मात् न तथा इत्युक्ते किम् इत्यस्मात् न तथा अत्र नास्ति तत्र तस्मात् न वह्नित्वाभाववान् न अस् न तथा अस्ति इत्युक्ते तस्मा इत्युक्ते वह्निः वह्नित्वाभाववान् न इत्यस्मात् न तथा इत्युक्ते उष्णत्व अभाववान् अपि नास्ति इति इत्येव अस्माकं प्रकृतविषयः खलु तत्र तत्र वह्निः उष्णत्ववान् इत्येव आरम्भं कृतवन्तः तर्हि तदेव अस्माकम् इदानीं तत्र अस्माभिः साधनीयमस्ति प्रथमवाक्यं न प्रथमवाक्यम् इति न प्रथमवाक्यम् अस्ति प्रतिज्ञावाक्यं तत्र निगमनवाक्यम् इति तत्र वह्नित्व अभाववान् नास्ति इति कृत्वा उष्णत्व अभाववान् अपि नास्ति इति इत्युक्ते वह्नित्व अभावाभाववान् अस्ति चेत् उष्णत्वाभावाभाववान् अपि भवति वह्नित्व अभावाभाववान् इत्युक्ते किं वह्नित्वमेव उष्णत्वभावाभाववान् इत्युक्ते उष्णत्वमेव इति कृत्वा अत्र अभावेन वयं तत्र साधितवन्तः यत् वह्निः उष्णः वह्नित्वात् इति अस्तु सम्यक् तर्हि सुनील् महोदय भवान् अग्रे पठति वा आहत्य अनुमानप्रयोगः एतादृशः वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् अस्मिन् अनुमानप्रयोगे यन्नैवं तन्नैवं यथा जलम् इति व्यतिरेकदृष्टान्तः दीयते यन्नैवं यत् उष्णत्ववान् न तन्नैवं तत् वह्नित्ववान् न यन्नैवं तन्नैवं यथा जलम् इत्यनेन व्यतिरेकव्याप्तिः यन्नैवं तन्नैवम् इत्यनेन यो य उष्णत्वाभाववान् स सर्वोऽपि वह्नित्वाभाववान् इति अन्तर्गतं परन्तु पक्षे वह्नौ वह्नित्वाभावस्य प्रतियोगी हेतुः अस्ति तस्माच्च यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः इति अस्माकं तृतीयं वक्तव्यं भवति नाम पक्षे साध्याभावाभावः अथवा साध्यम् अस्ति पुनः अत्र अनुमानप्रयोगे वह्निः उष्णः वह्नित्वात् तन्नैवं यन्नैवं तन्नैवं यथा जलम् इति वाक्यमस्ति अत्र अस्मिन् अनुमानप्रयोगे यन्नैवं तन्नैव यथा जलम् इति व्यतिरेकदृष्टान्तः दीयते तदेव वयं पूर्वमपि अपि दृष्टवन्तः एतादृशवाक्यम् आसीत् यन्नैवं तन्नैवं यथा जलम् इति व्यतिरेक विषये प्रसङ्गे आसीत् अत्र यन्नैवम् इत्युक्ते यत् उष्णत्ववान् न तन्नैवम् इत्युक्ते तत् वह्नित्ववान् न इति तदेव स्वीकरणीयमिति यन्नैवं तन्नैवं यथा जलम् इत्यनेन व्यतिरेकव्याप्तिः यन्नैवं तन्नैवम् इत्यनेन यः यः उष्णत्वाभाववान् सः सर्वे अपि वह्नित्वाभाववान् इति अन्तर्गतम् पुनः अत्र यन्नैवम् इत्युक्ते यत् उष्णत्ववान् न इति अतः साध्यं नास्ति इति न साध्यम् उष्णत्ववान् न इत्युक्ते साध्यं नास्ति तन्नैव इत्युक्ते वन्यतवान् न इत्युक्ते हेतुः नास्ति इति. यन्नैवं तन्नै यथा जलम् इत्यनेन व्यतिरेकव्याप्तिः तन्नैव यन्नैवं तन्नैवम् इत्यनेन यत्र उष्णत्वाभाववान् सः सर्वे अपि वन्यत्वाभाववान् इति अन्तर्गतम्. अतः अत्र एतस्मिन् वाक्ये साध्याभाववान् यः साध्याभाववान् इत्युक्ते साध्यं नास्ति सर्वत्रापि वन्याभाववान् भवति इत्युक्ते क्षम्यता वन्यत्वाभाववान् इति भवति अथवा हेतुत्वाभाववान् इति अन्तर्गतम्. अतः अत्र यन्नैवं तन्नैवं यथा जलमिति स्वीकृत्य अत्र अत्र साध्यं नास्ति तत्र हेतुः नास्ति इति आगच्छति. परन्तु पक्षे वर्णौ वन्यत्वाभावस्य प्रतियोगी हेतुः अस्ति तस्माच्च यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः इति अस्माकं तृतीयं वक्तव्यं भवति. तत्र पक्षे वर्णौ वन्यत्वाभावस्य प्रतियोगी हेतुः अस्ति. पक्षः वन्यः हेतुः वन्यत्वं वन्यत्वाभावस्य प्रतियोगी भवति वन्यत्वं सः अस्ति हेतुः. अतः तत्र यत्र यत्र हेत्वाभावाभावः भवति तत्र तत्र साध्याभावाभावः इति तृतीयं वाक्यं वक्तव्यं भवति. इत्युक्ते अत्र वह्निः उष्णः वन्यत्वात् इति वह्निः पक्षः उष्णः साध्यं वन्यत्वमिति हेतुः. अतः अत्र यत्र पुनः वन्यत्वाभावस्य प्रतियोगी वन्यत्वम् अथवा हेतुः अस्ति. अतः अत्र हेत्वाभावाभावः यत्र अस्ति तत्र साध्याभावाभावः इति तृतीयं वाक्यम् आगच्छति. तर्हि तत्र पूर्वं अस्माभिः बहु किञ्चित् समयपूर्वं खलु तत्र यदा प्रथमवारं तत्र वह्निः उष्णः वन्यत्वात् यन्नैवं तन्नैवं यथा जलम् इति दृष्टवन्तः तत्र किञ्चित् समस्या आसीत् तत्र इति कृत्वा तत्र अन्वयव्याप्तिम् उपयुज्य तत्र साधनीयम् इति वयं चिन्तितवन्तः तत्र किञ्चित् समस्या इति आगतं किम् इति तत्र समस्या का किमर्थं तदागतम् इति स्मरति वा महोदय? क्षम्यताम् अहं न सम्यक्तया स्मरामि. हा अस्तु तर्हि किञ्चित् उपरि गच्छतु तत्र एक परिच्छेदः अस्ति तद् पठित्वा अग्रे सरेम तत्र किञ्चित् पुनः प्रायः किञ्चित् पुनस्मरणं भवेत् तेन तत्र किमर्थम् अन्वयव्याप्तिः न सङ्गच्छति इति किञ्चित् इतोपि सम्यक्तया अवगमनं जायते इति मम चिन्तनं. तर्हि किञ्चित् उपरि गच्छति वा तत्र अन्वयव्याप्तिः व्यतिरेकव्याप्तिः अन्वयव्यभिचारः व्यतिरेकव्यभिचारः इति अस्ति खलु तत् पश्यति वा? तस्य उपरि तत्र प्रायः परिच्छेदः द्वित्रपरिच्छेदस्य पूर्वं तत्र अस्तु तथैव कुर्मः चेत् किं भवति इति अस्ति खलु तत् एकवारं पठति वा? आम् अस्तु किन्तु तथैव कुर्मः चेदपि समस्या जायते किल तदेव किल. हा यतोहि नास्ति इत्यस्मात् अस्ति इति प्रमाणिकं कथं वा स्यात् इत्युक्ते वह्निः उष्णः वन्यत्वात् यन्नैवं तन्नैवं यथा जलम् इति वदामः चेत् नाम जले उष्णत्वं नास्ति इत्यस्य कथनेन कथं वा प्रमाणितं भवेत् यत् अतः वह्नौ उष्णत्वम् अस्ति? जले वन्यत्वरूपहेतुः नास्ति अतः उष्णत्वरूपसाध्यं नास्ति इति कृत्वा पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति इति तादृशतर्कः भवति वा? न भवति किल. अतः अपि च वदामः चेदपि तर्हि वह्निः उष्णः वन्यत्वात् यन्नैवं तन्नैवं यथा जलम् इति तथा यथा वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं यथा जलम् इत्यपि स्यात्. समस्या हि समस्या. इदानीं तत्र समस्या का, तत्र कथं तस्य समाधानमपि प्राप्तम् इति अवगच्छति वा महोदय? अत्र पुनः वक्तुं प्रयत्नं करोमि. अत्र तदेव उदाहरणम् अस्ति, यन्नैवं तन्नैवं यथा जलम् अतः वह्निः उष्णः वन्यत्वात् इति. तत्रैव वयं दृष्टवन्तः जले वन्यत्वं नास्ति उष्णत्वं नास्ति इति स्वीकृत्य अन्यत्र अस्ति इति कथं वक्तुं शक्नुमः इति. अनन्तरम् अस्ति वह्निः उष्णः वन्यत्वात् यन्नैवं तन्नैवं यथा जलम् इति स्वीकुर्मः चेत् वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं यथा जलम् इति अपि स्वीकरणीयम्. हा, किमर्थं तथा भवति? तत् मम प्रश्नः अस्ति यत् तत्र समस्या का आसीत्, तस्य समाधानम् अस्माभिः इदानीं कथं प्राप्तम् इति. समस्या आसीत् यदा वयं वह्निः उष्णः वन्यत्वात् इति यन्नैवं तन्नैवं यथा जलम् इति स्वीकुर्मः चेत् तत्र अन्यसमस्या अपि भवति. न न न, एकक्षणम्. इदानीमपि महोदय, इदानीमपि तदेव वयं स्वीकृतवन्तः वस्तुतः, खलु? वह्निः उष्णः वन्यत्वात् यन्नैवं तन्नैवं यथा जलम् इत्येव स्वीकृतवन्तः. तर्हि तत्र तस्मिन् वाक्ये वस्तुतः तद् वाक्यं तु दोषपूर्णः न दोषपूर्णं नास्ति, सम्यक् वाक्यमेव आसीत्. तर्हि वाक्यस्य विषयः नास्ति अत्र, अस्माकम् अवगमनस्य विषयः एव. पूर्वं तद् वयं भिन्नरीत्या अवगतवन्तः, इदानीं किञ्चित् भिन्नरीत्या तस्य समाधानं प्राप्तं, तत्रैव भेदः वर्तते. इत्युक्ते हा, वदतु महोदय. अत्र इदानीं वयम् अत्र उदाहरणवाक्यं च उपनयवाक्यं निगमनवाक्यं स्वीकृत्य न न न तत् किञ्चित् क्षम्यता महोदय, तत् किञ्चित् भिन्नवार्ता. अत्र पश्यतु, अत्र यद् भवान् पठितवान् तदेव, तत्र जले वह्निरूपहेतुः नास्ति अतः उष्णत्वरूपसाध्यं नास्ति इति कृत्वा तत्र वयं किं स्वीकृतवन्तः? यन्नैवं तन्नैवं यथा जलम् इत्यत्र अत्र वयम् उक्तवन्तः वन्यत्ववान् जलं वस्तुतः जले वन्यत्वरूपहेतुः नास्ति इत्युक्ते किं? जलं वन्यत्ववान् नास्ति इत्युक्ते जलं वन्यत्वभाववान् इति कृत्वा उष्णत्वभाववान् इति वयं स्वीकृतवन्तः. तेनैव तत्र समस्या आगतं, खलु? तर्हि तत्र तर्हि वक्तुं शक्नुमः जलं वायुत्वभाववान् इति कृत्वा उष्णत्वभाववान् इत्यपि वक्तुं शक्नुमः इति आपतति. तर्हि वायौ वायुः उष्णः अथवा वायौ उष्णत्वम् अस्ति वायुत्ववात् इति इति किमर्थं न वक्तुं शक्नुमः इति समस्या आगच्छति, खलु? तस्य समाधानम् इदानीं कथं प्राप्तम्? इदानीं वयं वस्तुतः किम् उक्तवन्तः, तत्र वैपरीत्यं जातं, खलु? इत्युक्ते अभावस्य प्रसङ्गः आगच्छति चेत् तत्र व्याप्यव्यापकस्य यः व्याप्यः आसीत् तस्य अभावः व्यापकः भवति, तद्वत् यः व्यापकः आसीत् तस्य अभावः व्याप्यः भवति. तर्हि जलं वस्तुतः किम् अस्ति? जलं उष्णत्वाभाववान् इति कृत्वा वन्यत्वाभाववान्, न तु विपरीतदिश्याम्. अवगच्छति वा? इदानीं यत्र वयं स्मः तत्र आगच्छतु. तत्र अस्माकं तृतीय उदाहरणवाक्यं किम् आसीत्? यो यः उष्णत्वभाववान् स सर्वोऽपि वन्यत्वभाववान् यथा जलम्. इत्युक्ते यन्नैवं तन्नैवं यथा जलम् इत्युक्ते यः उष्णत्वभाववान् अस्ति सः वन्यत्वभाववान् इति. तथा वदामः चेत् अत्र समस्या न आगच्छति खलु? इत्युक्ते यः उष्णत्वभाववान् सः वायुत्वभाववान् इति वक्तुं न शक्नुमः. इत्युक्ते अत्र अभाव पदम् उपयुज्य एवं विवरणं भवति इति कारणेन अत्र समस्या न भवति इति. उष्णत्वाभाववान् यः उष्णत्वाभाववान् सः वन्यत्वाभाववान् एनैवं तन्नैवं यथा जलमिति स्वीकुर्मः चेत् पूर्वसमस्या आसीत् वायुः विषये अपि तत्रापि उष्णत्वा वायुत्वाभाववान् इति स्वीकुर्मः, अतः तत्र समस्या न भवति. तावदेव. अस्तु, सम्यक्. तर्हि अग्रे विद्याशङ्करमहोदय भवान् पठति वा? आहत्य कृतं न वा? अधुना वह्निः उष्णः वह्नित्वात् इति अनुमानवाक्ये वस्तुतः लोके पक्षसाध्ययोः सम्बन्धः प्रसिद्धः, न तु साध्यहेतोः. यतोहि लोके वह्नित्वम् एव न ज्ञायते. अतः एतादृशम् अनुमानं शास्त्रे एव प्रवर्तते, न तु लोके. शास्त्रे एव वह्नित्वधर्मः परिचितः इति कारणतः लोके यथा पर्वतः वह्निमान् धूमात् इत्यस्मिन् धूमः इति हेतुः प्रसिद्धः, तथा शास्त्रे वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वह्नित्वमिति हेतुः प्रसिद्धः. प्रकृते आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः अपि तथा शास्त्रे भवति. आश्रयनाशाजन्यगुणनाशे आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः अस्ति इत्यतः समानादिकरणगुणजन्यत्वम् अपि अस्ति इति शास्त्रीयम् अनुमानम्. इदानीम् एतावता किं व्यतिरेकव्याप्तिस्थले यत्र पक्षिभिन्नस्थले हेतु नास्ति, तत्सर्वं स्वीकृत्य मूलविषये सम्बन्धः अत्र कृतः. अत्र वह्निः उष्णः वह्नित्वात् इति एतावता अस्माभिः विस्तारेण चर्चितम्. अस्मिन् अनुमानवाक्ये वस्तुतः लोके पक्षस्याद्ययोः सम्बन्धः एव प्रसिद्धः. इत्युक्ते वह्नि अत्र पक्षिसाद्ययोः इत्युक्ते वह्नि उष्णत्वयोः सम्बन्धः एव प्रसिद्धः, न तु वह्नित्व उष्णत्वयोः. समानचर्चायां वह्ने उष्णत्वम् अस्ति इति सर्वे जानन्ति. वह्नित्वमिति विषयः साधारणलोके न वदामः अधिकं. लोके वह्नित्वमेव न ज्ञायते इति अस्ति, किन्तु न चर्चां कुर्मः. अतः एतादृशम् अनुमानं शास्त्रे एव प्रवर्तते, न तु लोके. शास्त्रे एव एतादृशवाक्यं चर्चितं भवति, न साधारणसामान्यव्यवहारे. शास्त्रे एव वह्नित्वधर्मः परिचितः. वह्नित्वमिति धर्मः वह्नौ अस्ति इति शास्त्रे एव परिचितं भवति, तस्मात् सामान्यव्यवहारे तथा नास्ति. लोके सर्वे जानन्ति पर्वतः वह्निमान् धूमात् इति प्रसिद्ध उदाहरणम्. अतः धूमः हेतुः प्रसिद्धः, साध्यं वह्नि इति प्रसिद्धः पक्षे पर्वते. तथा शास्त्रे वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वह्नित्वम् इति हेतुः शास्त्रे प्रसिद्धः अस्ति. तस्मात् प्रकृते मूलवाक्ये किम् आसीत्? आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः. स च धर्मः कुत्र अस्ति? आश्रयनाशजन्यगुणनाशत्वम् आश्रयनाशगुणजन्य एव अस्ति, आश्रयनाशजन्यगुणनाश एव अस्ति, न तु अन्यत्र. इत्युक्ते पक्षभिन्नधर्मता यथा वह्नित्ववक्ष्णयोः विषये आसीत् तथा एव अत्रापि अस्ति. आश्रयनाशजन्यगुणनाशत्वम् आश्रयनाशजन्यगुणनाश एव अस्ति. तस्मात् सामानादिकरण्यगुण्यजनत्वम् अपि तत्र तस्मिन्नेव पक्षे अस्ति इति शास्त्रीयम् अनुमानम्. अत्र मूलवाक्यं मूलवाक्ये अनुमानं किं करणीयम्? आश्रयनाशजन्यगुणनाशे गुणनाशत्वं सामानादिकरण्यम् आश्रयनाशगुणजन्यत्वात् इति मूलवाक्यं, तस्य सम्बन्धः अत्र अनुमानं कृतम्. धन्यवादः महोदय. अत्र पुष्पा भगिनी अग्रे पठति वा? तर्हि अधुना प्रकृतविषयः द्रष्टव्यः विद्याधर्याम् अनुमानप्रयोगः एतादृशः आश्रयनाशजन्यगुणनाशः. तत्र समासपदं खलु भगिनि, तत् तथैव पठतु. तत्र समानाधिकरणगुणजन्यः आश्रयनाशजन्यगुणनाशत्वात् पाकजरूपनाशवत्. एतोक्तं पूर्वम् आश्रयनाशजन्यगुणनाशः इति पक्षः समानाधिकरणगुणजन्यत्वम् इति साध्यम्. आश्रयनाशनाशजन्यगुणनाशत्वम् इति हेतुः पाकजरूपनाशवत् इति दृष्टान्तः. अत्र आश्रयनाशजन्यगुणनाश नाशस्य विषये अस्ति अत्र प्रकृतिविषयः. अधुना प्रकृतिविषय द्रष्टव्यः. तत्र विद्याधर्या अनुमानप्रयोग द्रष्टव्यम्. अत्र आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति वक्तुं चेत् आश्रयनाशनाशजन्यगुणनाशः एकः पक्षः अस्ति. एकक्षणं भगिनि, एकपक्षः इति नास्ति खलु तत्र वस्तुतः अस्माकं तत्र अस्माकं पुस्तके एतदेव आसीत्, तत्रैव वयम् आरम्भं कृतवन्तः. तत्र कथम् अवगमनं सम्यक्तया भवतु इति कृत्वा तत्र अनुमानस्य विषये किञ्चित् एतत् सर्वं वयं परिशीलितवन्तः. वस्तुतः तत्र आश्रयनाशजन्यगुणनाशः इति यद्वाक्यं भवती पठितवती, तत् यद्वयम् इदानीम् उदाहरणवाक्यद्वयं दृष्टवन्तः खलु, पर्वतः वह्निमान् धूमात् अपि च वह्निः उष्णः वह्नित्वात् इति. तत्र केन वाक्येन सह तस्य साम्यं वर्तते एतस्य वाक्यस्य प्रथमम्? आश्रयनाशजन्यगुणनाशः अस्माभिः यत् परिशीलितवाक्यद्वयम् अस्ति खलु, तयोः वाक्ययोः केन वाक्येन सह तत्र साम्यम् अस्ति एतस्य वाक्यस्य? अत्र आश्रयनाशजन्यगुणनाशत्वं न न भगिनि, मम प्रश्नः अवगच्छति वा? मम प्रश्नः किञ्चित् भिन्नः. ओ त्वं तत् अस्तु पर्वतम् एकपक्षः न न तत्र हा पर्वतः वन्निमान् धूमात् इति एकम् उदाहरणमासीत् इति एकं वाक्यं, तत् अन्वयव्याप्तिप्रसङ्गे अपि च व्यतिरेकव्याप्तिप्रसङ्गः इति द्वय तत्र वयं दृष्टवन्तः. तदनन्तरं वह्निः उष्णः वह्नित्वात् इति द्वितीयम् उदाहरणं, तस्यापि परिशीलनम् अभवत् इदानीम्. एतद् वाक्यं यदस्ति अत्र आश्रयनाशः जन्यगुणनाशः समानाधिकरणगुणजन्यः इत्यावत् तस्य वाक्यस्य साम्यं कुत्र वर्तते इति मम प्रश्नः. इत्युक्ते तत्र आश्रयनाशः जन्यगुणनाशः इति कः इति अव्याप्य व्यतिरेकव्याप्ति द्रष्टुं शक्नुमः. सत्यं हा सत्यं सम्यक्, व्यतिरेकव्याप्ति व्यतिरेकव्याप्तिः एव अत्र उपयोगं कर्तुं शक्नुमः. किमर्थं किमर्थं तथा इत्युक्ते आश्रयनाशजन्यगुणनाशः वह्निः तत्तु समानाधिकरणगुणजन्यः, तत्तु हेतुः अस्ति. न न न आश्रयनाशजन्यगुणनाशः इति पक्षः सत्यं, समानाधिकरणगुणजन्यः इति किं साध्यमस्ति? साध्यमस्ति सत्यम्. आश्रयनाशजन्यगुणनाशत्वात् इति हेतुः अस्ति. तत्र हेतुः पक्षभिन्नस्थले वर्तते वा? न तत् तदिदानीं मास्तु, तत्र हेतुः अस्ति आश्रयनाशजन्यगुणनाशत्वं खलु, तत् पक्षभिन्नस्थले, पक्षः इति आश्रयनाशजन्यगुणनाशः, तर्हि हेतुः पक्षभिन्नस्थले वर्तते वा इति मम प्रश्नः. अस्ति न, कथमस्ति तत्तु ये पक्षः वह्नि अस्ति चेत् धूमः. न भगिनि, वह्निः धूमः इति भिन्नप्रसङ्गः खलु, तत्तु अस्तु अत्र हेतुः अस्ति आश्रयनाशजन्यगुणनाशत्वं, हेतुः अस्ति भिन्न भिन्न भिन्न कथं भिन्न भिन्नवार्ता न भिन्नवार्ता न भिन्न भगिनि, अत्र यथा वह्निः उष्णः वह्नित्वात् इत्यत्र वह्नित्वम् इति वह्नौ विद्यमानः धर्मः इति कृत्वा वह्नित्वं वह्नौ अतिरिच्य अन्यत्र इत्युक्ते पक्षभिन्नस्थले, वह्निः इति पक्षः तद्भिन्नस्थले न वर्तते इति उक्तवन्तः, तद्वत् अत्रापि आश्रय न एकक्षणं भगिनि क्षम्यताम् एकक्षणं, तत्रापि आश्रयनाशजन्यगुणनाशत्वम् इति आश्रयनाशजन्यगुणनाशः इत्यस्मिन् विद्यमानः धर्मः खलु, तदपि आश्रयनाशाजन्यगुणनाशम् अतिरिच्य इत्युक्ते पक्षभिन्नस्थले न भवति इति कृत्वा तत्रापि व्यतिरेकव्याप्तिः एव उपयोक्तव्यः उक्तं तत् तर्हि परन्तु व्यतिरेकव्याप्तिः तु अस्ति इति हा तदर्थमेव एतत् सर्वम् अस्माभिः परिशील्यतां खलु नो चेत् किमर्थम् एतत् सर्वं इदानीं एतस्य आवश्यकता का नो चेत् अस्तु तर्हि सुनील् महोदय भवान् तत्र अग्रे पठति वा पुनस्मरणत्वेन घटपटयोः संयोगः इति स्थितौ घटः पटात् विभक्तः अनेन च घटपटयोः संयोगः नष्टः आश्रयनाशजन्यगुणनाशः इत्यनेन आश्रयनाशेन अजन्यगुणनाशः अत्र गुणः इत्युक्तौ संयोगः आश्रयः इत्युक्तौ घटः पटः च अस्मिन् दृष्टान्ते न घटः नष्टः न वा पटः किन्तु घटपटयोः संयोगः नष्टः अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिद्ध्यति अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाशाजन्यगुणनाशः अत्र पुनस्मरणार्थम् अत्र उदाहरणम् अस्ति घटपटयोः संयोगः इति अत्र घटः पटात् विभक्तः भवति चेत् घटपटयोः संयोगस्य नष्टः भवति संयोगः इति अत्र गुणः अत्र आश्रयनाशजन्यगुणनाशः इत्यनेन इत्युक्ते अत्र आश्रयनाशेन अजन्यगुणनाशः इति अत्र इत्युक्ते अत्र आश्रयः भवति घटः च पटः च गुणस्य अत्र संयोगस्य परन्तु यदा विभक्तः भवति अत्र घटस्य वा पटस्य वा नष्टः न भवति केवलं संयोगस्य नष्टः एव भवति तदर्थमेव अत्र सर्वजनसिद्धप्रत्ययेन अत्र संयोगनाशः इति पदार्थः सिद्ध्यति अतः अत्र संयोगनाशः अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाश अजन्यगुणनाशः अत्र संयोगः इति गुणस्य नाशः भवति परन्तु अत्र आश्रयस्य आश्रयः अत्र घटः पटः न तस्य नाशः न भवति इति कृत्वा अत्र आश्रयनाश अजन्यगुणनाशः इति अत्र वदामः अत्र उत्तमं महोदय तर्हि इति अस्माकं प्रकृतविषयः आगतः खलु अन्ततो गत्वा तर्हि एतस्य समाधानं यदा वयं प्रापिष्यामः तदा एतत् करपत्रमपि करपत्रस्य अपि समापनं भवति इति तत्र अस्माकं प्रकृतविषयः आगतः तर्हि इतोपि किञ्चित् अधिकम् एतस्मिन् विषये चिन्तनं कृत्वा समापयामः प्रायः द्वित्राकक्षेषु कक्षासु इति चिन्तयामि तर्हि धन्यवादः सर्वेषां किञ्चित् महोदयस्य मुद्रणमपि शृणोतु समयः अस्ति चेत् अपि च करपत्रमपि एकवारं पुनः पठतु प्रश्नः अस्ति चेत् आगामिकक्षायां किञ्चित् चर्चां कृत्वा अग्रे गन्तुं शक्नुमः धन्यवादः धन्यवादः भगिनी शुभरात्रिः धन्यवादः शुभरात्रिः